नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणे लृट् लकारः इति पाठः प्रवर्तमानः अस्ति. तत्र भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां लृट् लकाररूपाणि इति गतपाठे दृष्टम् अस्माभिः. तत्र हलन्तधातवः आधिक्येन सेटः इति तु परिचितमेव. तत्र सामान्य हलन्तदातवः इति भवति चेत् तत्र किमपि कार्यं नास्ति, वदिष्यति, पठिष्यति, मिलिष्यति इत्येव तत्र रूपं भवति. विशेषसेटः एतत्तु सामान्यः आसीत्, इदानीं विशिष्टसेटः अधुपदः अस्ति चेत् यदा ग्रह्धातुः तत्र ग्रहोलिटिदीर्घः इति सूत्रेण ग्रह्धातोः इडागमस्य दीर्घादेशः भवति, अतः ग्रहीष्यति इति रूपं, न तु ग्रहीष्यति. ग्रहीष्यति इति विशिष्ट अधुपदधातुः ग्रहोलिटिदीर्घः इत्यनेन दीर्घत्वम्, इडागमस्य दीर्घत्वम्. एकात् ग्रहः अङ्गात् इटः दीर्घः अलिटि इति. अनन्तरं चक्षिङ्धातुः अपि विशिष्ट अधुपदधातुः, तत्र चक्षिङ्धातोः आर्धधातुकप्रक्रिया परे क्याञ् आदेशः भवति, अतः तत्र क्याह्यति इति तत्र एकं वार्तिकमपि अस्माभिः दृष्टं खलु. क्षायः शस्य यो वा वक्तव्यः, क्यास्यति, क्यास्यते, क्षास्यति, क्षास्यते इति तत्र रूपचतुष्टयं भवति. चक्ष् योगः स्यति अधुपदः. अनन्तरम् अजिधातुः अजेर् व्यघयो घयपोः इति सूत्र घयपोः 2456 अजिधातोः वि इति आदेशः भवति, वेष्यति इति रूपम्. आर्धधातुक विषये तत्र वेष्यति इति अजिधातोः विषये. व्यच् धातोः तत्र व्यचेः कुटातित्वं मनसि इति वक्तव्यम् इति वार्तिकेन अस्भिन्न कृत् प्रत्ययः ङित्वत् भवन्ति इति वदति. अतः स्य प्रत्ययः तु तिङ्गपि न क्षम्यतां, स्य प्रत्ययः तु तिङ् न तु कृत्, अतः ङित्वत् न भवति. तदर्थं व्यचिधातोः स्य प्रत्यये परे सम्प्रसारणं न भवति, अतः व्यचिष्यति. व्यच् योगः इष्यति, व्यचिष्यति इति अधुपदविशेषः. सेट् दातवः, सेटः इदुपदः, तत्र तु अस्माकं पुगन्तलघुपदस्य च इत्यनेन तत्र गुणः भवति. लिक् योगः इष्यति, लेखिष्यति, मेदिष्यति इति तत्र पुगन्तलघुपदस्य च इति इत्यस्य कार्यं भवति. विशिष्टसेट् एतत्तु सामान्यम्. अनन्तरं विशिष्टसेट् इदुपदः अस्ति चेत् तत्र गाङ्कुटादिभ्यो ङित् इति सूत्रेण कुटादिगणीयसेट् धातुः अस्ति चेत् तत्र ङिद्वद् भवति. कुटादिगणेभ्यः धातुभ्यः ङित् णित् भिन्नप्रत्ययः ङित्वद् भवति. अनन्तरं ङिति च इत्यनेन गुणनिषेधः. डिप् इति एकः एव धातुः अस्ति, यद् इदुपदः अस्ति, कुटादिगणीय सेट् इदुपदः डिप् दिपिष्यति इति तु गुणः न भवति. गाङ्कुटादिभ्यो इति सूत्रेण निषिद्धं भवति, क्षम्यताम्, इत्यनेन ङित्वद् भवति, ङिति च इत्यनेन गुणनिषेधः. अनन्तरं विज् धातुः, विज् धातुः अपि इदुपदधातुः. विज इट् इति सूत्रं तुदादिगणीय विज् धातुः, तत्र सर्वे विधीयमान इडादिप्रत्ययः ङिद्वत्, अतः गाङ्कुटादिभ्यो ङिण ङित् इति सूत्रेण डिप् धातोः ङित्वत्वं, विज् धातोः विज इट् इति सूत्रेण ङित्वत्वं न इडादिप्रत्ययस्य. विज् योगः इष्यति, तत्रापि गुणस्य प्रसक्तिः अस्ति, परन्तु प्रत्ययः सेट् अतः ङित्वत्, तस्मात् ङिति च इत्यनेन गुणनिषेधः. विजिष्यति इति सूत्रं, क्षम्यतां, रूपम्. अनन्तरं सेटः उदुपदः, अग्रिमं तृतीयमस्ति उदुपदधातुः. तत्र हा पुगन्धलघुपद अस्ति च इत्यनेन उपधागुणः मोदिष्यति प्लोषिष्यति इति रूपं भवति. विशिष्टसेटः यदा कुटादिगणीयः अस्ति तत्र तु ङित्वत्वं भवति. गाङ्कुटादिभ्यो ङित् ङित् इत्यनेन ङिति च इत्यनेन गुणनिषेधः. अतः गुज् धातुः अस्ति चेत् तत्र गुजिष्यति, कुट् अस्ति चेत् कुटिष्यति इत्येव. तत्र तु गुणः न भवति. अनन्तरं सेटः ऋदुपदः, अदुपद इदुपद उदुपद दृष्टवन्तः. अग्रिममस्ति ऋदुपद. ऋदुपदस्यापि सामान्यस्य सर्वत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः. विशिष्टः अस्ति चेदेव तस्य बाधा. सो तत्र वर्षिष्यति इति रूपं, हर्षिष्यति वर्षिष्यति इति तत्र गुणः भवति. विशिष्ट अस्ति चेत् पुनः अत्रापि यत् कुटादिगणीयः अस्ति अतः गाङ्कुटादिभ्यो ङिट् ङित् केवलम् एकस्मिन् स्थले वयं विजय इट् दृष्टवन्तः विजिधातोः विषये. अन्यत्र सर्वत्र गाङ्कुटादिभ्यो इत्यनेन एव ङित्वत्वम्. अतः ङिति च इति गुणनिषेधः. कुडिष्यति मृडिष्यति इति रूपम्. अनन्तरं तृतीयबिन्दुः आसीत् द्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटां सेट् दृष्टवन्तः. इदानीं वेट् अनिट् हलन्तधातूनां विषये. तत्र हलन्तधातुषु द्वि अधिक एकशतधातवः अनिटः सन्ति. तेषां लिट् प्रकाररूपाणि इति उक्तं. हलन्तधातुषु सप्तत्रिंशत् धातवः वेट्, सप्तत्रिंशत् वेट् द्वि अधिक एकशतम् अनिटः. सप्तत्रिंशत् इत्यत्र चतुर्दशधातवः ऊदितः, अष्टधातवः रदादयः, अपि च एकः निरुपसर्गपूर्वक कृष् धातुः अस्तु. येषामपि सर्वेषां वेटधातूनां रूपाणि साधयिष्यामः इति अत्र उक्तम् अस्तु. सो तत्र कवर्गान्तः दृष्टम् अस्माभिः. तत्र एकः एव धातुः अस्माकम् आवल्यामपि आसीत् खलु, शक् शक्ष्यति. तत्र केवलं करी च तत्र पर्जन्यवत् इति अवगन्तुं शक्यते. चवर्गान्तधातुः अनिट् चकारान्तधातुः चोहोकुः. सो चोहोकुः करी च पक्ष्यति इति रूपं, वक्ष्यति इति रूपं. समीचीनं, तद् तु जातम्. वेट् चकारान्तधातुः, तत्र तु तञ्चु इति धातु, मूले तन तञ्च् नकारः आसीत् इति कृत्वा नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः सर्वं कृत्वा तङ्क्ष्यति इति रूपं वा. समीचीनमेव खलु. तत्र रूपद्वयं भवति. आम् रूपद्वयं भवति. किमर्थम् इत्युक्ते वेट् धातुः. तृतीयरूपं किम् आसीत् महोदय? कञ्चिष्यति. सम्यक् एव वा? अस्तु, कञ्चिष्यति सङ्क्ष्यति इति रूपद्वयम्. अनन्तरं व्रश्च, व्रश्च धातुः वेट् अस्ति. तत्र स्कोः संयोगाद्योरन्तेश इत्यनेन सकारलोपः, मूले सकारः आसीत्. एतत्तु अस्माकं अकृतव्यूहाः पाणिनीयाः एव आगतः. अनन्तरं व्रश्च व्रश्च इत्यनेन षत्वम्. अनन्तरं षडोः कहसि इत्यनेन कुत्वं. द्रक्ष्यति अनन्तरं द्रक्षिष्यति इति रूपद्वयं. साधु वा रूपं? द्रक्ष्यति द्रक्षिष्यति. सकारसलोपानन्तरं षत्वं, षत्वम् अनन्तरं षडोः कहसि कुत्वम्. अनन्तरं मेलनं आदेशप्रत्ययो षत्वम् रक्ष्यति रचिष्यति. तत्र तु किमपि रचिष्यति किमपि न. समीचीनम्. अनन्तरं प्रच् धातुः एव अन्तिमं वयं कृतवन्तः. तत्र तु श्वोः षडुनासिके च इत्यनेन षत्वं, प्रश्च भ्रश्च इत्यनेन क्षत्वं भवति. अतः प्रच् योगः स्यति षत्वम्. अनन्तरं तालव्यषकारः, अनन्तरं मूर्धन्य, अनन्तरं षडोः कहसि इत्यनेन कुत्वं, अनन्तरम् आदेशप्रत्ययोः प्रक्ष्यति इति रूपं, तद् तु अनिट् धातुः अतः एकमेव रूपम्। एतावत् वयं कृतवन्तः महोदय, भवानेव चकारान्तदातवः श्रूयते खलु, ध्वनिः श्रूयते वा? आम् आम् सम्यक् एव श्रूयते महोदय। अस्तु, अनिट् जकारान्तदातवः, सामान्य अनिटः जकारान्तदातवः, जकारस्य चोहुकुः इत्यनेन कुत्वादेशानन्तरं खरिच इत्यनेन ककारादेशः, धातोः अन्ते संयोगे सति प्रथमसदस्यस्य नकारस्य वर्तते चेत्, प्रथमसदस्यः नकारः वर्तते चेत् नश्चापदान्तस्य झलि इति तृतीयपादे अस्ति, तत् तदा अनुस्वारते परस्वर्णः इति चतुर्थपादे, आदेशप्रत्ययो इति तृतीयपादे, यथा त्यज् युगस्यति इति अस्ति, त्यज् चोहुकुः, त्यक् युगस्यति, अनन्तरं त्यक् युगस्यति खलु, अनन्तरं क्षम्यताम्, आं तद् त्यग्यवस्यति इति, त्यग्यवस्यति गकारस्य इदानीं तत्र खरिचैतनेन ककारः त्यक् युगस्यति, अनन्तरं षडोकहसि इत्यनेन त्यक्षति इति रूपं, क्षम्यतां तत्र न त्यक् अनन्तरं सकारस्य षत्वं खलु तत्र इण्कोः इत्यनेन, क्षम्यतां षडोकहसि न इण्कोः इत्यनेन त्यक्षति इति भवति, भज्युगस्यति भज् गच्छति, अत्र भज् इति भज् एव भञ्ज् नास्ति खलु, भज् एव खलु, भज् भज् भग् इति भवति, भग् युगस्यति, भक् युगस्यति इति, अनन्तरं खरीचैत्यनेन, अनन्तरम् आदेशप्रत्ययेन भक्ष्यति, भक्ष्यति इति भवति, तथैव यज् युगस्यति, यक्षति इति, निज् युगस्यति, अत्र आदौ अङ्गकार्यमस्ति नेज्, अनन्तरं श्यति, कुत्वम्, अनन्तरं चत्वम्, अनन्तरं क्षत्वं नेक्षति, विज् तथैव विज् इति भिन्नः, विज् इति भिन्नः अनिट् अनिट् धातुः अस्ति इति चिन्त्य, विजय् इति तद् नास्ति, भिन्नः प्रत्ययः अस्ति, क्षम्यतां धातुः अस्ति, वेज् वेग् वेक् वेक्षति इति रूपं, तथैव भोक्षति, रोक्षति, योक्षति, भञ्ज्य गच्छति इति अस्ति, अत्र मूले तत्र नकारः अस्ति, अतः भञ्ज्य गच्छति, इदानीं तत्र तत्र चोहुकुः भङ् इति भवति, भङ् योगस्यति, अनन्तरं तत्र नकारस्य इदानीं तत्र नश्चापदान्तजलि तृतीयपादे अस्ति, इदानीं भञ्ज् अनुस्वारः भञ् भञ्ज् योग भङ्क् भङ्क् सारि भङ् भङ् योगस्यति, अनन्तरं तत्र अनन्तरं सकारस्य षत्वं भङ् योगस्यति, अनन्तरं तत्र करीचैति सूत्रेण तत्र तत्र चत्वं भङ्क् भङ्क् योगस्यति, अनन्तरम् अनुस्वारस्य ये परसवर्णेन भङ्क्ष्यति रूपम्, आदौ आदौ नमस्कारः भगिनि, भुज् दातु पुनरेकवारं वक्तुं शक्यते वा महोदय? भुज् भुज् इदानीं इति अस्ति, भोज् भोज् भोज् इति गुणः पुगन्तर्गुगत इत्यनेन, अनन्तरं भोग् इति तत्र गकारः कुत्वम् अस्ति, भोग् इति भोग्, अनन्तरं तत्र षत्वं भञ्ज् इति इदानीम् उक्तवान् खलु, भञ्ज् तत्र एव, ओके ओके ओके ओके, अत्र एव नश्चापदान्तस्य जलि अपि च, अस्तु अस्तु अस्तु, क्षम्यताम् अत्र अतः क्रमः अस्ति, भिन्नभिन्न कुत्वम्, अनन्तरम् अनुस्वारः, अनन्तरं षत्वम्, अनन्तरं चत्वम् इति अस्ति खलु क्रमः, आदेशप्रत्ययं अनन्तरम् अन्ते भवति, आदेशप्रत्ययः आदौ भवति अनन्तरमेव, अतः अन्ते अन्ते चतुर्थे पादे अन्त एव करिच्यादनन्तरम् आम् सत्य रङ्क्षति तदेव रङ्क्षति इत्येव तथैव भवति स्वञ्जपि स्वञ्जि इत्यस्य तत्रापि स्वङ्क्षति इत्येव इति रूपं तत्र स्वञ्जि खलु स्वञ्जि इति किमपि अस्ति वा स्वञ्जि इति अस्ति स्वञ्जि इति एकं स्वञ्जि इति एकम् ओ अस्तु अस्तु सङ्क्षति स्वङ्क्षति इति रूपं द्वयमपि तावदेव स्व इति सञ्जि इति सञ्जि अपि स्वञ्जि इति द्वयम् अहम् एकं सञ्जि सः सः इति जानामि स्वञ् सञ्जि विजयिट् इति विज् भयचालनयोः अस्ति चेदेव विजयिट् एतत्तु प्रायः पृथग्भावे पृथग्भावे इति अस्ति तस्य एव एतद् वेट् वेट् न क्षम्यताम् अनिट् खलु किं पठितुम् अस्माभिः अनिट् अनिट् अनिट् एतत्तु अनिट् जकारान्त विज पृथग्भावे इति भयचालनयोः एव विजयिट् समीचीनं धन्यवादः महोदय अरुणा भगिनी किं पठनीयं भगिनी विशिष्ट अनिट् जकारान्त दातवः उद्वेगः तत् भयचालनम् उद्वेगः अभवत् खलु तत्र नष्टपदञ्जलि इति वयं जानीमः स्वस्य परस्परसूत्रं वयं जानीमः अनिट् चकार ददातु तदेव तदेव मसिज् दातु मसिज्जनशोर्झलि इत्यनेन मश्च् धातोः नश् धातोः चु नुमागमो भवति जलादिप्रत्यये परे नुमागमः भवति धातोः अन्त्यवर्णात् पूर्वं सूत्रमस्ति मश्जिनशोर्झलि इति धातुद्वयमस्ति मश्च् धातु नश् धातु धातुतः नुमागमो भवति निमित्तमस्ति जलादिप्रत्यये परे नुमागम विदितो नु इति सूत्रेण अन्त्यवर्णात् आगच्छति मस्ज् योगस्यति मज्ज मस्ज् नशोर्झलि मस् नकार जकार सति स्कोः संयोगाद्योरन्ते इति सूत्रेण संयोगस्य प्रथमसदस्य सकारलोपो भवति झलि परे मञ्ज् अत्र मस् मस् अञ्ज् अत्र सकारलोपः भवति मञ्ज् योगस्यति तदनन्तरं चोहोकुः मङ् योगस्यति खरिच इत्यनेन मञ्ज् मङ् इच्छति नष्टपदान्तस्य जलि अनुसुरसै परिसवर्णः इत्यनेन मङ् मङ् मङ्क्षति भवति ओ आदेशप्रत्ययः अपि भवति भगिनि मङ्क्षति भवति क्षम्यतां किं भवति चोः चोहोकुः करी चोहोकुः भवति चेत् आदेशप्रत्ययोः भवति एव सत्यं मस्जिनशोर्झलि सूत्रं मस् धातौ च नस् धातोः च नुम् आगमो भवति जलादिप्रत्यये परे अनुभूतिसहितसूत्रं मश्चिनशोः अङ्गस्य नुं जले प्रत्यये मश्चे अन्त्य अन्त्यात् पूर्वं नुं वक्तव्यः मश्चेरन्त्यात् पूर्वं नुं वक्तव्यः इति वार्तिकेन मच् धातोः नुम् आगमः भवति अन्यत् अन्त्यात् वर्णात् अन्त् वर्णात् पूर्वम् अत्र भगिनी मिलिच्छो अन्तात् न कार्यं करोति सम्यक् तदेव अनेन वार्तिकबलेन तदेव तस्य एव कार्यम् अथवा मिदचोन्त्यात् परः इति कार्यं करोति चेत् मनस्थ इति रूपं मा इन् इस् ज इति भवति कारः तदापि रूपं तु समानमेव आगच्छति खलु कोः संयोगार्यो राञ्चे च इति सकारलोपः अनन्तरं सर्वं समानमेव भवति एतस्य विषये वयं पूर्व किमपि करपत्रे पठितं खलु एतद् मस्जेरन्त्यात् पूर्वनुं वक्तव्यः किमर्थम् अत्र आवश्यकम् इति एकनिमिषम् रूपं तद् रूपं तु समानमेव आगच्छति पूर्वं कुत्रचित् अस्माभिः पठितम् एतस्य विषये अस्य आवश्यकता का इति दीर्घं दीर्घं करपत्रमस्ति खलु तत्र सर्च् सर्वं कर्तुं बहु कठिनमस्ति टाप् एव नागच्छति ऋट्लकारः एतदेव अर्धधातुकतकारादिकृत्प्रत्ययः तव्यत्वमुन्त्रिचिति पठितमेव खलु तत्र लुट्लकारः अपि अस्माभिः पठितम् पश्यामः कुत्र अस्ति तत्तु न दत्तं मम आगमः भवति अन्त्यात् वन् मोर् परपत्रापि लुट्लकारः कापि न दत्तं सर्वत्र कापि पेस्ट् एव कृतं कुत्रचित् पठितम् अस्माभिः आशीर्लिङ्ग् परस्मैपदे इति पठितं वा अस्माभिः पूर्वम् अत्र एव पश्यामि सूत्रसङ्ख्यापात्रम् अस्ति मस्ज् धातोः नुमागमस्य विषये विशेषविधानम् अत्र इष्टाध्यायि डाट् काम् मध्ये अस्ति नुम् अयम् आगमः मित्रागमः अस्ति अतः मिदचोन्त्यात् परः इत्यनेन अयम् अन्त्यात् अचः परः भवेत् नश् धातोः विषये एतादृश आगमः क्रियते चेत् न कोऽपि दोषः परन्तु मस्जातोः विषये कित् प्रत्यये परे एतादृशनुमागमः विधीयते चेत् इष्टरूपं नैव साधयितुं शक्यते अतः मस्जातोः विषये आवश्यकं चेत् अयं नुमागमः अन्तिमवर्णात् पूर्वम् इत्युक्ते जकारात् पूर्वं विधीयते हलोऽनन्तरासंयोगः इत्यत्र भाष्ये विद्यमानात् मस्जेरन्त्यात् पूर्वः मित् अनुषङ्ग संयोगादिलोपार्थम् इति वचनात् अस्य प्रामाण्यं स्पष्टीभवति इदमेव भाष्यवाक्यं वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति नष्टातोः न भवति, परन्तु मस्जिदातोः कित् प्रत्यये परे दोषाय भवति इति कारणेन तादृशं तेन स्वीकृतम्. मस्तियोगः त निष्ठा अस्ति नशोर्जलि इति तकारे परे नुमागमः. यद्यपि अयं मित्राः तदापि अनिदिताम् इत्यनेन तस्य लोप् भोः अनिदितां हल उपादायाङ् इति इत्यनेन तस्य लोपः नैव सम्भवति, येन इष्टसिद्धिः अपि न भवेत्. अत एव जकारात् पूर्वं नुं विधीयते. सो अनन्तरम् अनिदितां हल उपादायाङ् इति इत्यनेन कित् प्रत्यये परे अनिद धातोः नकारलोपः, अनन्तरं स्कोः संयोगाद्वरन्ते च चोहोकुः इति. अवगतं वा? अनेन कारणेन एव भवति चित् प्रत्यये परे दोषाय रूपं भवति इति. अस्माकं करपत्रे अपि आसीत् इति अहं चिन्तितवती. अस्तु, आं भगिनि. स्कोः संयोगाद्योरन्ते च इति सूत्रेण संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य जलि पदान्ते च. सकार स च च तयोः इतरेतरद्वन्द्वः स्कौ तयोः स्कोः संयोगस्य आदि संयोगादि तयोः संयोगाद्योः षष्टितत्पुरुषः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्ति, झलो झलि इत्यस्य झलि इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगाद्यो स्कोः लोपः झलि पदस्य अन्ते च. ओके, सूत्रमस्ति स्कोः संयोगाद्योरन्ते च. सूत्रं वदति प्रथमसदस्य संयोगस्य प्रथमसदस्य सकार ककार वा अस्ति चेत् संयोगस्य प्रथमसदस्य द्वौ वर्णौ लोपो भवति, निमित्तमस्ति जलि वा पदा जलि पदान्ते च इति अस्ति चेत्. समीचीनं, सम्यक् भगिनि, धन्यवादः. अतः तत्र मस्जिनशोर् जलि इत्यनेन नुमागमः भवति. नुम् मस्जेर् अन्त्यात् पूर्व नुं वक्तव्यः इत्यनेन नुम् आगमः भवति अन्त्यात् वर्णात् पूर्वं पश्यति इति रूपं. सत्यं, धन्यवादः भगिनि. उषा भगिनि सृज् धातुः. सृज् धातुः त्रिजि दृशो जल्यमकिति इत्यनेन सृजि दृशोर् जल्यमकिति इत्यनेन सृज् धातोः अम् आगमः भवति कित् भिन्न जलादिप्रत्यये परे. कित् भिन्न जलादिप्रत्यये परे सृज् योगः स्यति. सृजि दृशो जल्यमकिति इत्यनेन सृज् योगः अम् योगः स्यति. अम् मितचोन्त्यात् परः इत्यनेन अन्त्यात् परः ऋकारात् परः अस्ति. सृयोगः अयोगः जकारः इति भवति. सृज् योगः स्यति इकोयणचि. सृज् योगः स्यति ब्रश्च ब्रश्च मृज चशांशः इत्यनेन स्रश् भवति. स्रश् अनन्तरं षडोकः सि स्रश् भवति अनन्तरं न शः. सो स्रश् स्रश् अनन्तरं स्यति अस्ति. स्रक् अपि भवति. हा, षडोकः सि इत्यनेन स्रश् इति षकारस्य स्थाने ककारः अनन्तरम् आदेशप्रत्ययः स्रक्ष्यति इति भवति. सृजि दृशो जल्यम् इति सृज् धातोः च दृश् धातोः च अम् आगमः भवति चित् भिन्न जलादिप्रत्यये परे. सूत्रं परिचितं सूत्रमेव, सूत्रं स्वयं सम्पूर्णं सृजि दृशोः अम् झलि अकिति अस्तु. षडोकः सि अपि परिचितं, सकारस्य ढकारस्य च ककारादेशः भवति सकारे परे. सूत्रं स्वयं सम्पूर्णं षडोः कहसि अस्तु. ब्रश्च अपि ब्रश्च धातुः ब्रश्जो रोपदयोः रम् अन्यतरस्याम्. ब्रश्च धातोः रेपस्य च अपि च उपदायाः वर्णस्य च विकल्पेन रम् इति आगमः भवति. रेपः अपि च उपदावर्णस्य स्थाने रम् आगमः भवति आर्धधातुके प्रत्यये परे. तदपि परिचितमेव परन्तु स्मर्तव्यम् इति. ओके, मितचोन्त्यात् परः, ओके, मितचोन्त्यात् परः द्वयोः लोपः रम् इति आगमः. ब्रश्च योगः स्यति ब्रश्जो रोपदयोः रम् अन्यतरस्याम् इत्यनेन भ्रश्च धातोः रेपस्य उपदावर्णस्य च स्थाने रम् आगमः च रेपसकारयोः निवृत्तिः रेप अपि च सकारयोः उपदा सकारः अस्ति इत्यनेन तदपि अपगच्छति. भज् इति भवति, भज् रेपः इति आगमः भवति. रोपदयोः रम् अन्यतरस्याम् ओके, रेपः इति आगमः भवति ओके. ओके, देन् भज् रेपः इति आगमः इत्यनेन भर्ज् भर्ज् किमर्थं रेपः आगमः इति वयम् अत्र दत्तं भ्रष्टि धातोः रेप रम् इति आगमः. ओ रम् इति आगमः, रम् इति आगमः मकार ओके मकारः इति मितचोन्त्यात् परः. आम् आम्, सो रेपः एव आगमः ओके अस्तु. भज् इति भर्ज् भवति, भर्ज् योगः स्यति व्रश्च भ्रश्च इत्यनेन जकारः शकारः भवति. जकार शकारः अनन्तरं षडोकः सि भर्क्ष्यति अस्तु. विकल्पेन ब्रश्जोः रोपदयोः रम् अन्यतरस्याम् इत्यनेन, अन्यतरस्याम् इत्यनेन तत् अभावपक्षे ब्रश्च योगः स्यति स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगाद्योः स्कोः लोपः जलि जक् प्रथमसतस्य सकारस्य लोपः ब्रज् योगः स्यति ब्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इत्यनेन षत्वम् अनन्तरम् इत्यनेन शः जलि स्यति जलि इति ओके. अनन्तरं षत्वम् अनन्तरं षडौकः सि षकारस्य स्थाने ककारः अनन्तरम् आदेशप्रत्ययोः भ्रक्ष्यति. भ्रश्जोः रोपदयोः रम् अन्यतरस्याम् इत्यनेन परिचितं सूत्रं, भ्रश्च धातोः रेपस्य उपदावर्णस्य च स्थाने विकल्पेन रम् आगमः भवति आर्धधातुके प्रत्यये परे अस्तु. अनुवृत्तिसहितसूत्रं ब्रश्जो रोपदयोः रम् अन्यतरस्या आर्धधातुके अस्तु. अत्र विशिष्टम् अस्ति खलु स्थाने इत्यपि अस्ति आगमः, कौमुदिकारः प्रतिपादयति यद् अत्र स्थाने इत्यपि अस्ति आगमः इत्यपि अस्ति एकस्मिन् एव सूत्रे उभे कार्ये. तदेव परायः इडागम इडागमपाठे अस्माभिः दृष्टम् इति चिन्तयामि. पक्ष्यति रक्ष्यति इति रूपद्वयं सम्यक्. धन्यवादः भगिनि. धन्यवादः महोदय. यज् धातुः सामान्य अस्ति अत्र भ्रश्च इत्यनेन षत्वम् अनन्तरं यदा षत्वं तदा कृत्वम् अतः यज् गच्छति यक्षति इति भवति. परम् अत्र यज् यज् यज् इत्यस्य यज् इति अनन्तरं क्षति यक्षति अनन्तरं यक्षति षत्वं कुत्वं षत्वं चत्वं यक्षति अजिधातुः अजेः वि अघञपोः अघञ् अघञपोः इति सूत्रमस्ति अजिधातोः वि आदेशः भवति अधातुकविषये इति तदा वलादौ आर्धातुके वा इष्यति इति वाचकेन वलाद् आर्धातुके परे अजेः विगयः इत्यस्य कार्यं विकल्पेन भवति तत्र अद्य तिष्ठति यदा वलादि अस्ति इति कृत्वा तत्र रूपद्वयं भवति इदानीम् अजेः वि आदेशः वि योगस्यति गुणः रे योगस्यति अनन्तरं त्वं वेष्यति इति रूपं तदभावे अज्योगस्यति अजिति धातुः सिट् अस्ति इति कृत्वा अजिष्यति इति रूपं भवति सप्तं भवति वेष्यति अजिष्यति इति अजेः वीगायिकापोः इति अजिधातोः वीत्यम् अयम् आदेशः भवति अस्यात् आर्धातुविषये गञ्ज अप् च वर्जयित्वा अन्येषत्यन्तं वीपदमान्तम् अजेः वि आर्धातुके अघञ एतत् टु फोर् इत्यत्र एव आगतम् वलादौ आर्धातुके वा इष्यते इति अस्ति वार्तिकेन वलादि आर्धातुकप्रत्यये परे अजेगयपोः इत्यस्य कार्यं विकल्पेन भवति इति एतत् सूत्रं वार्तिकं वदति अतः अजिष्यति वेक्षति रूपद्वयम् अग्रे वेट् जकारं ददातवः वेट् अस्ति अञ्ज् इति अस्ति इदानीम् अनिडागमपक्षे अञ्जय गच्छति तत्र मूले नकार अस्ति अञ्जय गच्छति अङ्गय गच्छति अनन्तरं तत्र अनुस्वारः भवति अङ्गय गच्छति अङ्गय गच्छति अनन्तरं कुत्वं क्षम्यतां चत्वम् अङ्क्षति इति रूपम् अङ्क्षति इति इडागमपक्षे इडागमपक्षे केवलं वर्णमेलनमस्ति अञ्जिष्यति इति रूपं किमपि नास्ति यद्यपि नकारः अस्ति तत्र अनुस्वारः अनुस्वारस्य परस्वारं अन्विष्यति रूपं मृज् अपि करोति मृज् धातुः तत्र सूत्रमस्ति मृजेर्विद्धि इति गुणस्य तत्र अपवादः अस्ति वृद्धिः भवति मृजेः इकः वृद्धिः सार्धात् सार्धादिकवेतनेन मृजु इति ऊदित अस्ति अतः तत्र वेट् अस्ति कृत्वा मृज्य गच्छति मार्य गच्छति तत्र वृक्षवृक्षेन तत्र मा तत्र तत्र षत्वं षडोकः इति मार्श् मार्क् इति भवति अनन्तरं षत्वं माक्ष्यति क्रीडागमपक्षे मृज्य गच्छति मार्जिष्यति इति रूपं भवति मृजर्विद्धिः तत्र वर्णनिर्माणम् मृजेर्विद्धि मृद्धात् होयिका वृद्धिः भवति सार्धाधिकाधिकप्रत्यये परे इति अस्ति अत्र सप्तमध्ये द्वितीयपादस्य चतुर्थाधिक एकशतम् एकशतमं समीचीनं महोदय धन्यवादः अरुणा भगिनी तवर्गान्त तवर्गान्त दातवः अनिट् तवर्गान्तः दातवः एषम् अनिट् धातूनाम् अन्ते तकार तकार धकार धकारः च अस्ति सकाराधिपत्ये परे खरिच इत्यनेन चरादेशः तवर्गे तकारादेशः भवति प्रत्ययस्य आदौ स्थितस्य सकारस्य किमपि परिवर्तनं नास्ति अत्र जानीमः तकारान्त तकारान्त अनिड्दातवः न सन्त्येव ओके अनिट्टवर्गदातुतः सकारादिपत्यय परे खरिचयतसूत्रेण तकारादेशः भवति प्रत्ययस्य स्थित आदौ स्थितस्य सकारस्य किमपि प्रवर्तनं नास्ति अनिट्टकारान्तदातवः अद् योगः स्यति खरिचयेन अत्स्यति भवति अत्स्यति अद् पत्स्यति षड् षड् सत्यति सद् सत्यसि हद् हत्यति खिद् खेत्स्यति छिद् छेद् छेत्स्यति भिद् भेत्स्यति विद् वेत्स्यति विद् वेत्स्यति स्विद् स्वेद् स्वेत्स्यति क्षुद् चोत्स्यति थुत्स्यति नुद् नोद्यति नोत्स्यति भगिनि नोत्स्यति स्कन्द् अत्र मोनस् नश्च पदान्तजलेन मोनस्वरः आगच्छति न न स नश्च पदान्तस्य जले एव मोनस्वरः पदान्ते एतत्तु दातु नश्च पदान् स्कन्तस्यति स्कन्त्यति संस्कृति ओके स्कन्स्यति स्कन्स्यते एतत्तु आत्मनेपदी धातुः अतः स्कन्स्यते इति स इन् इत् स्यते स्कन्स्यते स्कन्दिति अनिट् वा स्कन्स्यते इति वा आम् तद् आवल्याम् आसीत् खलु स्कन्द् धातुः अस्ति भगिनि आम् स्कन्स्यते इति रूपं तावदेव तत्र आत्मनेपदी दातु अन्यत् सर्वं सम्यक् एव भगिनि करपत्रम् अत्र आवल्यां परस्मैपदमेव दातुं भगिनि स्कन्स्यति एवं एकवारम् अस्ति अत्रापि पश्यामः एकनिमिषं धातुपाठः खन्द् खलु स्कन्द् अत्रापि परस्मैपदी इत्येव स्कन्दति इति स्कन्द् इति एकः एव अस्ति वा आम् तत्र तु परस्मैपदमेव दत्तं स्कन्द् धातुः तत्र विशिष्ट किमपि प्रयोगः अस्ति वा न जानामि परन्तु परस्मैपदी इत्येव दत्तम् अधुना करेचासूत्रं वयं जानीमः वेद वेट् दकारान्तः धातवः द्वौ वेट् दकारान्तदातव धातु स्तः क्लिदु स्यन्दु च अनिड् अनिडागम पक्षे क्लिदु युगशति क्लिच्छति भवति क्ले क्ले क्लेच्छति या क्लेच्छति भवति सन् इदागमपक्षे क्लेदिष्यति भवति स्यन्दु स्यन्त्यते स्यन्तिष्यति सम्यक् स्यन्त्यति स्यन्दिष्यति समीचीनं भगिनि धन्यवादः धन्यवादः उषा भगिनी सकारादिप्रत्यये परे अस्तु भगिनि सकारादिप्रत्यये परे पञ्चधातवः वेटः भवन्ति कृत् छृत् छृत् तृद् नृत् इति एते पञ्चधातवः से सिचि कृत छृत छृत च छृत छृत त्रुद नृत ओके इति सूत्रेण इडानुकूल आर्धधातुकसकारादिप्रत्यये परे वेटः भवन्ति कृत् योगः स्यति इति सूत्रेण इडानुकूल आर्धधातुकसकारादिप्रत्यये परे वेटः भवन्ति ओके से सिचि कृतछृत कृतछृतछृत तृत नृत इत्यनेन कृत् योगः स्यति अपि च कृत् योगः इष्यति कृत् योगः स्यति कृत्स्यति एव भवति न न कृत् योगः स्यति कर् ऋकारस्य स्थाने गुणः अपि अस्ति कर्त्स्यति कर्त्स्यति अनन्तरं कर्तिष्यति चृत् सेसिचीकृत चृत इति सूत्रेण वेट् वेट् भवति इत्यनेन चृत् योगः स्यति इति चर्त् योगः स्यति चत्स्यति अनन्तरम् ईडागमः अस्ति इत्यनेन चृत् योगः ईष्यति चर्तिष्यति अनन्तरं चृद् तदा एव चृद् चर्द् चृत् छृद् छर्स्यति दकारस्य अपि तकारः एव भवति करी च ओके छर्स्यति छर्दिष्यति छर्दिष्यति तृद् अपि तृत्स्यति न तृज् तर्द् तर्त्स्यति अपि च तर्दिष्यति नृत् नृत् अपि नर्त्स्यति अपि च नर्तिष्यति से सिचि कृत छृत छृत धृत् धृत नृतः इति सूत्रमस्ति कृत् छृत् छृद् थृद् नृत् इत्येते पञ्चभ्यः धातु दिस् इस् न्यू सूत्रा खलु भगिनि या धातुभ्यः तव्यतव्यदपि दृष्टं वा आर्धधातुके ओ आर्धधातुके ओके सिच् भिन्न आर्धधातुक सकारादिप्रत्ययपरे ओ सो तव्यत् इत्यस्य कृते नास्ति सकारादिप्रत्ययपरे आर्धधातुक सकारादि कुत्रचित् अन्यत्र दृष्टम् अस्माभिः एतत् सूत्रम् ओ अस्तु सकारादिप्रत्ययपरे इडागम विकल्पेन भवति अस्मिन्नेव करपत्रे प्रायः अधो दृष्टं प्रायः जानामि परन्तु परिचितसूत्रमेव ओ अस्तु अहं न स्मरामि ओके कृत् छृत् छृद् तृद् नृत् इत्येते पञ्चभ्यः धातुभ्यः सिच् भिन्न आर्धधातुकसकारादिप्रत्यये परे इडागमः विकल्पेन भवति सकारादि सकारादौ सकारादौ असिच् आर्धधातुके कृत् छृत् छृद् छृद् नृत् इत्येतेभ्यः धातुभ्यः वेट् आगमः भवति इति काशिकायाम् ओके एभ्यः परस्य सिज् भिन्न स आदिः आर्धधातुकस्य सादेः आर्धधातुकस्य ईद् वा स्यात् इति सिद्धान्तकौमुद्याम् अस्ति न सिच् असिच् तस्मिन् असिचि कृत् वैस् अनदर् रेपदे कृच् कृत च कृतश्च छृतश्च छृत च त्रितश्च नृतश्च तेषां समाहारद्वन्द्वः तस्मात् ओके तत्र तासी च क्लिपः इति एकं सूत्रं दृष्टं खलु तत्र एतस्मात् एव से इति अनुवृत्तिः आगता से सिचि 7 to 57 तत्तु 7 to 60 तासी च क्लिपः सः एव प्रायः परिचितं वा परन्तु कुत्र दृष्टवान् एतत्तु लुट् लकारे एतत्तु लुट् लकारे यद् तासी च क्लिपः विषये परन्तु अस्माभिः फर् देट् आल्सो द से इति अनुवृत्ति आयाति अनुवृत्ति आगच्छति वा गमेरिट् परस्मैपदेषु प्रायः अस्मिन्नेव करपत्रे आदौ आसीत् इति चिन्तयामि सा प्रत्ययः अपि दृष्टं खलु अस्माभिः तासी चक्लपः आम् आम् अत्र एव अस्ति अत्र एव अस्ति द गमेरिट् परस्मैपदेषु वि हव् डन् भगिनि ऐ रिमेम्बर् प्रायः इडागमपाठे अदर्वैस् अस्तु भगिनी आर्धधातुकस्य इड्बलादेः इत्यस्मात् आर्धधातुकस्य इट् इत्यनयोः अनुवृत्तिः, उदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, कृत चृत चृद धृत नृतः अङ्गात् से असिचि असिचि ओके आर्धधातुकस्य वा इट् अस्तु. अग्रे पठामि वा. अनिट् ढकारान्तदातवः, अनिट् ढकारान्तदातवः व्यद् योगः स्यति व्यकरिच इत्यनेन, अनिट् इत्यनेन इक इडागमः नास्ति, व्यत् स्यति. सिद्ध योगः स्यति सित् स्यति. कृद् योग सेद् गुण अस्ति, सेद् स्यति सेद् स्यति अस्तु. कृद् योगः स्यति क्रोध् क्रोत् स्यति. क्षुद् योगः स्यति शोत्स्यति. युद् योगः स्यते योत्स्यते योत्स्यते. रुद् योगः स्यति रुत्स्यति रोत् रोत्स्यति. अनुरुद् योगः स्यते अनु अनुरोध् अनुरोध् अनुरोत् स्यते. शुद्ध योगः स्यति शोत्स्यति. राद् योगः स्यति रात्स्यति. साद् योगः स्यति सात्स्यति. द्वयोः अनिट् दाकारान्ताः धातवः भष् भावः ओके. धातोः आदौ भष् अपि च अन्ते झष्. तस्य धातोः नाम एकाच् भषाति झषन्तधातुः, यथा भन्द् धातुः बुद् धातुः च. एकाच् भषाति झषन्तधातोः आदौ स्थितस्य भषः स्थाने भषादेशः भवति. सकारातिप्रत्यये परे द्वशब्दे परे पदान्ते च. अतः वदामः यत् 3-4-2-4-4 इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयशतस्य अपि च अन्ते च वर्गस्य चतुर्थशतस्य वर्णः, तत्र आदौ स्थितस्य तृतीयशतस्य स्थाने चतुर्थस्य आदेशः भवति. ओके, परिचितम् अस्माकं परिचितमेव. आहत्य 3-4 इति 4-4 इति विकारः. देयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति. अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् बशाधि झषन्त धात्वोः धात्वंशः अस्ति चेत् अत्रापि 3-4 इति 4-4 इति विकारः भवति. ओके, बुद् योगः स्यते बोध् भवति. बोध् योगः स्यते बोध् झषन्तभाव बकारति. सो बष् भावः कर्तव्यं. बष् अस्ति आदिम आदिम बष् अस्ति. दकारः दकारः झष् अस्ति. दकारस्य बुद्ध योगः स्यते बोध् बोध् इत्यस्य कृते दकारस्य दकारात् पूर्वं बकारः भकारः भवति. बोध् योगः स्यते खरि च बोत्स्यते. डिड् ऐ मिस् समथिङ्ग् भगिनि? बोत्स्यते सम्यक् एव अस्तु. बोत् स्यते भो सदेव प्रथमं बष्भावः एव प्रथमम् आगच्छति खलु. अस्ति ए टु ए टु 38 आर् 40 ए टु 36 37 बष्भावः 8-4 करीच अतः 8-2 एव प्रथमं बोत्स्यते सम्यक्. बन्द् योगः स्यति अत्र गुण नास्ति. सो बन्द् योगः स्यति अत्र नकारः अत्र नश्चापद न योगः स्यति नश्चापदान्तस्य जलि अस्ति तत् ओ दट् कम्स् आफ्टर् द बष्बा. अस्तु अस्तु. बन्द् योगः स्यति तत्र परिवर्तनं नास्ति. न बष्भावः भवति नकारः नश्चापदान्तस्य जलि नश्चापदान्तस्य जलं भवति चेत् तत्र अनुस्वारादेशः भवति खलु. अनुस्वारः ध्व इदानीं 3-4 अस्ति अतः 4-4 भवति. यदि नश्चाबदान्तस्य जलि नास्ति चेत् बष्पावः न भवति. परन्तु नश्चापदान्तस्य जले 8-3 खलु भगिनि, 8-3 अस्ति, बष्पावः 8-2 अस्ति. परन्तु यद् न भवति चेत् कथं वा वयं 8-3 बष्पावः ऐ गेस् अपवादरूपेण प्रथमं न अपवाद इति न, प्रायः तस्य कार्यं भवेत् इति कारणेन भवति. बष्पावः सूत्रसङ्ख्या वदतु भगिनि. बष्पावः 8-2-37 8-2-37 दिस् इस् 8-3-23 or 24 भवेत् इति नास्ति खलु तत्र. किं महोदय तत्र तत्र साक्षात् इति भवेत् इति नास्ति खलु तत्र, बष्पः भवति एव खलु तत्र अनुस्वारः भवति चेदपि. अनुस्वारः न भवति चेदपि वा हा भवति चेत् न भवति, आदौ तु बष्पः एव अनन्तरमेव अनुस्वारः. किमर्थं बष्पः अभवत् तत्र? तत्र मध्ये नकारः अस्ति खलु महोदय, तत्र न धातोः अवयवः खलु जसन्तस्य अवयवश्च खलु तत् अवयवः खलु, ततः तत्र किमपि क्लेशः नास्ति इति चिन्तयामि. मध्ये मध्ये किमपि भवेत् इति वा, अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति. ऐ थाट् दट् फर् मोर् अच् अस्ति चेत् यङ्गन्तदातु संथिङ्ग् लैक् देट् देन् मोर् अच् अच् अस्ति चेत् अपि धातोः अन्तिम अंशस्य आदौ अपि भवितुम् अर्हति. दट्स् वाट् ऐ था. ओके, जशन्तस्य एकाचः बश् एक अच् जशन्तः भवेत् तस्मिन् उपस्थितः बश्वर्ण सो अस्ति एव इति जशन्त अस्ति एक अच् अस्ति परः सकारः अस्ति सो बष्पावः अस्तु तावदेव. तत्र 3-3-3-4 इति नास्ति, मध्ये किमपि 3 and 4 मध्ये किमपि अन्यत् अपि भवितुम् अर्हति अर्हति. अस्तु दशन्तः भवेत् बन्द् इति अस्ति, अनन्तरं नश्चापदान्तस्य जलि बन्द् अनन्तरं बन्त् अनन्तरं वाट् इस् दट् अनुस्वारस्य ययि परसवर्णः ययि अपि अस्ति. सो बन्स्यति बन्स्यति बन्स्यति सम्यक्. धन्यवादः भगिनि. ये चाचो बशो बश् इति तु जानीमः एव जानीमः तदेव इदानीमेव. महोदय वेट् धकारान्त दातवः वेट् धकारान्तः दातवः द्वौ वेट् धकारान्त धातु स्तः शिधु रधु इति शिधु इति धातोः ऊकारः इत्संज्ञकः अतः अयं धातुः वेट् स्वरति सूति सूयति धूमि ऊदितो वा इति सूत्रेण येषां धातूनाम् ऊकारस्य संज्ञा अस्ति तेभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेः आर्धातुकस्य ईड् विकल्पे द्वा स्यात्. रद् धातुः रदादौ अस्ति अतः रदादिभ्यश्च इति सूत्रेण रद् नश् तृप् दृप् द्रुः मुः स्नुः स्निः एतेभ्यः धातुभ्यः वलादेः आर्धातुकस्य ईड् वा स्यात्. इदानीम् अनिडागमपक्षे षिद् अशः सः इत्येन सिद्धिः सिद् युगस्यति सेध् युगस्यति सेत् युगस्यति सेत्स्यति रूपम् इडागमपक्षे सेधिष्यति इति रूपं तत्र चर्चं न भवति. एवमेव रद् धातुमस्ति रद् धातु कृते तत्र किम् अस्ति अत्र पठनीयं करणीयं खलु रद् इति अस्ति अत्र रद् इति अत्र चत्वं भवति रद् गच्छति रस्यति इति एकं रद् इति आत्मनेपदि वा रद् राधति रद् रद् इति परस्मैपदि एव परस्मैपदि रद् रस्यति अपि च रदिष्यति इति रद् इति खलु रद् धातुः रदादिभ्यश्चति सूत्रेण रदिष्यति इति रूपं रदिष्यति रस्यति रस्यति रूपं च तु अग्रे एवमेव तत्र नश दातुं खलु करणीयं वा नश नश अस्ति वा महोदय अत्र नास्ति वेट् अनन्तरं चकारान्त अस्तु चतुर्णां धातूनाम् उभयपदित्वं च अनिटत्वं परस्मैपदित्वपदत्वे सति वृत् श्रुद् वृद् स्यन्द् इति चत्वारः धातवः आत्मनेपदि न सन्ति इदानीं स्यन्द् अस्तु स्यन्दि स्कन्द् नास्ति स्यन्द् इति चत्वारः धातवः आत्मनेपदि न सन्ति किन्तु न वृदभ्यश्चतुर्भ्यः इति सूत्रेण सकारादि आर्धादिकपत्ये परे येषां परस्मपदिरूपम् अपि भवति तस्मिन् पक्षे परस्मैपदित्वम् अस्ति तत् इडागमः न भवति यदा आत्मनेपदित्वम् अस्ति तथा इडागमति न वृदभ्यश्चतुर्भ्यः इति सूत्रेण सकारादि आर्धकपत्ये परे परस्मदिरूपं भव अत्र इडागमः न भवति अस्तु वृत् इति अस्ति अत्र वृत् यगस्यते वर्त् यगस्यते वर्तिष्यते इति रूपं वर्तिष्यते इति रूपं भवति विकल्पेन वा सन्ति किन्तु अग्रिमरूपं तु परस्मैपदि अस्तु वर्तिष्यते इति रूपं तत्र वर्तिष्यते षत्वमेव गुणः तत् षत्वम् एवमेव शर्धिष्यते वर्धिष्यते सन्धिष्यते इति तत्र इडागमपक्षे खलु इडागमपक्षे अनन्तरम् अनेक करणीयं वा आं तत्र परस्मैपदिरूपं परस्मैपदी तु तत्र वृत् योगस्यति तत्र वर्त् योगस्यति वस्यति वस्यति इति रूपम् अग्रे तद् योगस्यति अत्र धकारस्य तत्त्वं खरिचित् रूपेण केवलं तत्र तस्यति वस्यति चन्स्यति इति रूपं चन्स्यति सः परस्मैपदी अस्ति चेत् इडागमः न भवति आत्मनेपदी अस्ति चेत् अत्र इडागमः भवति परन्तु आत्मनेपदी धातुः एव अस्ति एतद् खलु स्वभावेन वृत् वृद्ध श्रुद् स्यन्द् यद्यपि आत्मनेपदी धातवः सन्ति तदापि सकारादि आर्धधातुकप्रत्यये परे तेषां परस्मैपदित्वमपि भवति आं महोदय सूत्रम् अग्रे न वृद्धश्चतुर्भ्यः इति सूत्रमस्ति सप्तमाद्यविजयपादस्य ऊन षष्टितमं सूत्रमस्ति न वृद्धश्चतुर्भ्यः वृत् श्रुद् वृद् स्यन्द् इति चतुर्भ्यः धातुभ्यः सकारादि आधातुकप्रत्यये पदे इडागमः न भवति परस्मैपदेषु वृतादिभ्यः चतुर्भ्यः उत्तरस्य सकारादेः आर्धातुकस्य परस्मैपदीषु इडागमः न भवति इति काशिका वृत्तिः अत्र परस्मैपदेषु इत्यस्य कथनेन अर्थः एवं यत् सङ्ग् आन इत्यनयोः अभावे सत्येव सूत्रस्य कार्यं जायते नाम आत्मनेपदिसंज्ञकप्रत्ययस्य प्रत्ययः न स्यात् इति सङ्गानाम् आत्मनेपदम् इति कृत्वा गमेर् इति परस्मपदि इत्यत्र परस्मपदिग्रहणं तगानयोः अभावं लक्ष्यति इति अभ्युपगम्यते इति तत्त्वबोधिनी उक्तिः गमेर् इति परस्मैपदेषु इति परस्मैधिग्रहणम् अस्ति तङ्गानयोः अभावं लक्ष्यति इति अस्ति अनेन एतदाधारेण परस्मैपदेषु इत्यस्य अर्थः ज्ञायते इति अस्ति अत्र गमेरिटि परस्मैपदेषु इत्यत्र परस्मैधिग्रहणं तदानयोरभावं लक्षति इति स्वीकृतम्. अतः तथैव अत्रापि प्रश्नपदेषु उक्तं न उभयपदं सङ्गानयोरभावं लक्ष्यति. अत्र वदति खलु गमेरिटि परस्मैपदेषु इति उक्तं परस्मैपदेषु इति गमेः इट् गमेः इति परस्मैपदेषु इति उक्तम् इति कृत्वा सङ्गानयोः अभावं लक्षति इति अभ्युपगम्यति इति अवगतं भवति इति अभ्युपगतं भवति भवति तेन परस्मैपदग्रहणम् एतादारेण परस्मैपदेषु इत्यस्य अर्थः ज्ञायते. किमस्ति तत्र एतत् परस्मैपदविधायकसूत्रं किम् अस्ति एतदेव वा अनेन एव अवगन्तुं शक्यते इति वदति. गमेरिटि 8-7-58 खलु पूर्वसूत्रं, तस्मात् सूत्रात् एव वयं ज्ञातुं शक्नुमः अस्मिन् सूत्रे अपि एतदिडागमः न भवति इति. गमेरिटि परस्मैपदेषु इत्यनेन परस्मैपदम् इति अत्र अनुवर्तते. अतः एव तत्र अत्र इडागमस्य निषेधः एव सूत्रे एव वयं ज्ञातुं शक्नुमः एतत् परस्मैपदी भवति इति विकल् इति खलु. तस्मात् 58 तस्मात् 59 पर्यन्तं परस्मैपदेषु न द्विभ्यश्चतुर्भ्यः किम् इडागमः न इडागमः इट् अपि अनुवर्तते खलु न इट् द्विभ्यश्चतुर्भ्यः परस्मैपदेषु इति अनुवर्तते. अतः सो तत्र एकस्मिन् पक्षे यदा तत्र परस्मैपदेषु इडागमः न भवति, परन्तु आत्मनेपदे पदिनः अस्ति चेत् तत्र भवति. तत् सामान्यतया एतद् वृत् खलु वृत् अग्रिमं किम् आसीत् वृत् एकनिमिषं वृत् इति लिखामः चेत् अत्र तु न आगच्छति. वृत् नास्ति इति वदति. अस्तु सामान्यतया एतत् किम् इति प्रष्टव्यम् इदानीम् आगच्छ वृद्धि इति भवति खलु वृद्धि इति वर्धते खलु तदेव खलु तदेव धातु तदेव खलु वर्धते वर्धते वर्धनं वर्धनम् इति वर्तते वर्तते वृद्ध अपि अस्ति वृद्ध अपि अस्ति अतः वर्तते वर्धते इति रूप वर्धते इति सामान्यतया आत्मनेपदी एव खलु वर्तते अपि आत्मनेपदी एव खलु सत्यं वर्तते पाष्टनेपदी सत्यं सत्यम् आम् आम् आम् अवगतम् इदानीं सम्यक् अस्ति. चतुर्भ्यः वृद्भ्यः अङ्गेभ्यः सः आर्द्रदत्तस्य न इट् परस्मैपदेषु सम्यक् अस्तु. अत्र विकल्पेन इति कथं वा ज्ञातुं शक्नुमः? विकल्पेन इति एक आर्द्रदातुके भवति इडागमः इडा आत्मनेपदी तत्र तु उक्तं खलु सामान्य तदेव अहं पृष्टवती तद् स्वभावः कः इति. धातोः स्वभावः तु आत्मनेपदित्वं. सो आत्मनेपदित्वम् इत्यत्र इडागमनिषेधः नास्ति खलु. सो तत्र इडागमः भवति आत्मनेपदी धातुः. तत्र आत्मनेपदी धातुः अस्ति चेत् तत्र इडागमः भवति इत्युक्ते परस्मैपदीषु इडागमः न भवति. अतः तत्र रूपद्वयं तावदेव तत्र विकल्पः इति आत्मने परस्मैपदी इति विकल्पः एव तदेव उभयपदी इट् परस्मैपदेषु इति उक्तत्वात् अनेन एव उभयपदी न तु अन्यथा तत्र किमपि न उक्तम् तदापि अत्र आत्मनेपद क्षम्यता परस्मैपदित्वं सकारादि आर्धधातुकप्रत्यये परे एव खलु अन्यत्र न किं महोदय उषा भगिनी किमपि उक्तवती न न भगिनि उदितो वा इति पूर्वस्मात् ऐ थाट् उदिति वा इति अनुवृत्ति अस्ति इति परन्तु अत्र सूत्रस्य विषये न दत्तं वा इति अनुवृत्ति अस्ति इति सो अनुवृत्तिः वा ओदिति ओदिति विकल्पस्य इडागमवैकल्पिकमस्ति अत्र नास्ति खलु अत्र वा इति अस्ति खलु महोदय इन् मै ओल्ड् एडिशन् बुक् मम ओल्ड् एडिशन् बुक्स् तर्हि तदा अस्ति वा प्रायः अत्र सूत्रसङ्ख्या 7 to 59 57 56 इति उदितो वा अस्ति तदस्ति तद् इडागमस्य खलु वैकल्पिकत्वं वा इति अग्रिमसूत्रात् ऐ मीन् फार् द नेक्स्ट् सूत्रास् इट् गोस् अस् अनुवृत्ति इति परन्तु अत्र तु न दत्तम् अनुवृत्तिः इट् बलादेः आर्धधातुकस्य से परस्मैपदेषु इत्येव अङ्गस्य इति अधिकारः केवलम् एतदेव तद् अनुवृत्तिः अस्ति इति कारणेनैव वयं जानीमः तत्र एतद् उभयपदी इति गमेर् इति परस्मैपदेषु इस् अवर् क्लू इट् परस्मैपदेषु स्वभावतः तु एतद् आत्मनेपदी दातवः अतः एतद् उभयपदी भवति अनेन सूत्रेण अनन्तरं तासी च क्लिपः आगच्छति अतः सत्यम् अस्तु अरुणा भगिनी अनिट् नकारान्तदातवः अनिट् नकारान्तदातवः अनिट् नकारान्तदातु स्तः मन् हन् च मन् योगस्य ते अत्र नश्च पदान्तस्य जलि इति अनुस्वर भवति मंस्यते अत्र अनुस्वरस्य कार्यं करोति अत्र सकार अस्ति मंस्यते भवति नश्च पदान्तजलसूत्रं वयं जानीमः हन् योगस्य ते रुद्धनोः स्ये रुद्धनोः स्ये सूत्रं वदति रुदन्तधातुतः हन् धातुतः च स्याप्रत्ययस्य इदागमो भवति ऋतो अन्तेश्च यस्य इट् स्यात् इति सिद्धान्तकौमुद्यम् एकाच् उपदेशे अनुदात्तात् इत्यनेन यः औपदेशकधातुः एकाचपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इदागमो न भवति अनेन ऋकारान्तदातवः च हन्धातुतः च अनिट् परन्तु लुट्लकारे रुद्धनोः स्ये इति सूत्रम् एकाच् उपदेश अनुदात्तात् इति सूत्रं प्रपाद्य इदागमः विधीयति विदधति रुत् च हञ्च तयोः इतरेतद्वन्द्वः रुद्धनोः षष्ट्यन्तं किन्तु पञ्चम्यार्थे षष्ठी इति व्याख्यकाराः वदन्ति स्ये सप्तम्यन्तं किन्तु षष्ठत्वे सप्तमे इति वाक्यकाराः वदन्ति तर्हि रुद्धनोः पञ्चमर्थे षष्ठी से षष्ठे षष्ठत्वे सप्तमी द्विपदमिदं सूत्रं आर्धदातुकस्य इत् वलादेः इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः विभक्तिपरिणामेन पञ्चमी विभक्तौ अनुवृत्तिचैतसूत्रं रुद्धनोः अङ्गयोः रुद्मभ्याम् अङ्गभ्यां से इट् अत्र सूत्रं वदति रुदन्तदातु हन्धातुतः स्याप्रत्ययपरे इडागमो भवति. सिद्धान्तकौमुद्यमपि दत्तं ऋतो हन्तेश्च तस्य इत् स्यात् इति. भगिनि सत्यं तद्धातुः स्वभावतः अनिट् अस्ति. हन्धातुः ऋकारान्तदातवः च हन्धातुः अनिटः सन्ति, परन्तु लिट्लकारे ऋद्धनोः स्ये इत्यनेन तत्र इडागमः विदधाति. एकाच् उपदेशे अनुदातात् प्रभाद्य ऋद्धनोः स्ये 7 to 70 तत्तु 7 to 10 एकाच् उपदेशे अनुदातात् प्रभाद्य ऋद्धनोः स्ये इत्यनेन तत्र इडागमं भवति. तदेव उक्तम् अत्र. अत्र रूपं किं भगिनि? हन् योगः स्यति हंसिष्यति. तद् तु इडागमः भवति खलु. हन् इष्यति हनिष्यति. हनिष्यति एव खलु. हनिष्यति हनिष्यति. आम् अवर्गान्तदातवः पठति वा? तावदेव अत्र ऋद्धनोः से इति विषयः एव. ऋदन्तदातुः अथवा हन् धातुः अस्ति चेत् स्या प्रत्ययस्य इडागमः भवति इति. वर्गान्तदातवः अनिट् पवर्गान्तदातवः एषम् अनिट् धातूना मन्दे पकारः फकारः भकारः भकार च अस्ति. प्रथमतया यथा सङ्गं पुगन्तलघुपदस्य इत्यनेन गुणकार्यं क्रियते, तदा सकारादिप्रत्ययपरे खरिचा इत्यनेन चरादेशः वर्गीयप्रकारादेशः भवति. प्रत्ययस्य आदौ स्थितस्य सकारस्य किमपि परिवर्तनं नास्ति. यथा जानीमः फकारान्त बकारान्त अनिद्धातव न सति एव. पर्गधातूनां अनिद्धातूनां पकार फकार फकार बकार बकार अस्ति चेत् गुणकार्यं भवति. पुगन्तलघुपदस्य उपादायम् इकपदम् अस्ति चेत् तदनन्तरं शकारादिप्रत्यये परे खरिचा इत्यनेन चर् आदेशः अत्र पवर्ग्य प इति आदेशर् आगच्छति. प्रत्ययस्य आदौ सकारात् किमपि कार्यं न भवति. पकारान्त बकारान्त अनिद्धातवान् न सन्ति. सामान्यः अनिट् पकारान्तदातवः तप्स्यते तप्स्यति अपि भवति. वप्स्यति वप्स्यते, षप् सप्स्यते सप्स्यति सप्स्यते, स्वप् स्वप् स्वप्स्यति स्वप्स्यति सप्स्यते, क्षिप् क्षेप्यते क्षेप्यते क्षेप्यति, तिप् इव स्यात् तेप्स्यति तेप्स्यते, लिप् लेप्स्यति लेप्स्यते, क्षुप् क्षुप्स्यति क्षुप्, लुप् लुप्स्यति लुप्स्यते, आप् आप्स्यति. पदामि भगिनि. सामान्यः अनिट् सामान्यः अनिटः बकारान्तदातवः यब् रब् लब् अत्र केवलं यप्स्यति करिच भवति खलु. यप्स्यति यप्स्यति भवति. आम् यप्स्यति प्रथमवर्णः आदेशः. यप्स्यति यप्स्यति रप्स्यते लप्स्यति लप्स्यति सर्वत्र करिच भवति एव. आम् अग्रिममपि करोतु भगिनि. मकारान्त सामान्याः अनेट् मकारान्तदातव चत्वारः अनेट् मकारदातव अस्ति नं यं रं सङ्गं च. नं सति अत्र पदवं नश्च पदान्तर्जलि अनुस्वरपति रंस्यति यंस्यति रंस्यते सङ्गंस्यति सङ्गंस्यते अत्र नश्च पदान्तर्जलि कार्यं करोति. सम्यक् एक एव वदामि भगिनि प्रायः उषा भगिनी. ओके सम्यक् भगिनि धन्यवादः. उषा भगिनी एकः एव वेट् मकारान्तदा. एकः वेट् मकारान्तदातुः क्षमु इति एकः एव वेट् मकारान्तदातुः अस्ति. अनिडागमपक्षे क्षंस्यति इति क्षंस्यति एव खलु भगिनि. तत्र अनश्चापदान्तस्य जलि भवति खलु शंस्यति तद् शंस्यति तद् अनुस्वारः आदेशः भवति मकारः. ओ नश्चापदान्तस्य जलि सो मकारः अनुस्वारः भवति क्षंस्यति नश्चापदान्तस्य जलि. अनन्तरम् अनुस्वारस्य यै परसवर्णः यै अपि अस्ति सकारः कप चटत चटत कपै कपै नास्ति सो शंस्यति एव. ओके तावदेव सम्यक्. इडागमपक्षे क्षं योगः इष्यति तत्रापि शं योगः इष्यति शमिष्यति एव तावदेव तत्र न भवति जलि नास्ति खलु. आं जलि नास्ति. ऊष्मान्तदातवः सामान्याः अनिट् शकारान्तदातवः दिश् ऊष्मान्त इति भवेत् खलु. ऊष्मान्त खलु ऊष्माणः इति ऊष्माणवर्णः इति वदामः. ऊष्माणः एव वयं वदामः. अस्तु आं भगिनि. सामान्याः अनिटः शकारान्तदातवः दिश् योगः स्यति देक्ष्यति शकार व्रश्च भ्रश्च अपि च षडोकः सि देक्ष्यति न षडोकः अनन्तरम् आदेशप्रत्ययः देक्ष्यति देक्ष्यति ऋष् योगः स्यति रेक्ष्यति तदा एव लिष् योगः स्यति लेक्ष्यति विष् योगः स्यति वेक्ष्यति रुष् योगः स्यति रोक्ष्यति कृष् योगः स्यति क्रोक्ष्यति दंश् योगः स्यति दंश् योगः स्यति. ओके अत्र दंश् योगः स्यति दंक्ष्यति एव शकार भ्रश्च भ्रश्च अनन्तरं षडोकः सि तथा एव दम् मूले नकारः नकारः नश्च पतञ्जलि दंश्यति दंश्यति अनुस्वारस्य ययि परसवर्णः दम् शकारः ययि अस्ति. आमामाम् ओके ओके दंक्ष्यति कथं ययि अस्ति अनुस्वारस्य ययि परसवर्णः. अस्तु भगिनि शकारः ययि अस्ति कपै शस सर् नास्ति महोदय न भवति खलु तस्य समानवर्णः एव नास्ति खलु. कुत्र शकारस्य ताळव्यशकारस्य नकारः अस्ति दंश् इति अस्ति तत्र शकारस्य षत्वं खलु वश्च वश्च इति भवतु. न न यद् अनुस्वरः जातं तस्य परसवर्णः न भवति खलु. कुत्र दंश ककारात् अनन्तरम् आयाति इति महोदयेन उक्तम् इति न न अनिट् अस्ति खलु शकारस्य कुत्वं भवति षत्वं कुत्वं भवति खलु तत्र षत्वं भवति षत्वतनन्तरं तद् भवति तद् कुत्वं भवति ककार अस्ति खलु अन्ते भवति दङ्क्ष्यति अन्ते भवति दङ्क्ष्यति कवर्गस्य अनुनासिका दङ्क्ष्यति दन् इङ् इङ् भवति खलु कवर्गस्य पञ्चम सत्यं सत्यं सम्यक् तत्र भवति सत्यम् एतत्तु अन्तम् अन्ते आगच्छति अतः भवति सत्यं विशेष अनित वृश्च वृश्च शकारान्तदातवः दृश् धातुः सृजि दृशो जल्यमकिति इत्यनेन दृश् धातोः अम्मागमः भवति कित् भिन्नजलाधिप्रत्यये परे दृश्योगः स्यति सृजि दृशो जल्यमकिति इत्यनेन अम् आगमः भवति दृश्योगः अ तत्र ईकोयणचि यण्सन्धि अस्ति द्रश् भवति दृश्योगः स्यति द्रक्ष्यति द्रक्ष्यति द्रक्ष्यति द्रक्ष्यति इति कथं रूपम् इति आदौ अस्माकम् आदौ इत्युक्ते बिगिनर्स् क्लास् मध्ये अस्माकं भ्रमः आसीत् खलु इदानीं तदेव तद् समाप्तिः जाता समाधानं जल्यमकिति वेरि इम्पार्टेण्ट् सूत्र सत्यं सृज् अपि च दृश् धातु अस्तु मृष्य स्पृश्य धातु मृष्य स्पृश् एतौ द्वौ धातु अनुदातौ अनुदातौ अतः अनिटौ अनिटौ च रुद् उपदौ अनिटौ च रुद् उपदौ च इत्यतः विकल्पेन तयोः अम्मागमः भवति सूत्र मृत्य स्पृश्य धातु एतौ द्वौ धातु अनुदातौ अतः अनिटौ ओके अनिटौ च रुद् उपदौ च इत्यतः विकल्पेन तयोः अम्मागमः भवति ओ अनुदात च ओ अस्तु अस्तु अनुदातस्य छर्द् उपदस्य ओके अनुदातः च ऋद् उपदः ऋद् उपदः तस्य अम् आगमः भवति आम् अस्तु सृजि दृशो जल्यम् अकिति इत्यस्मात् एव जलि अपि च अकिति अपि च अस्तु अस्तु सो मृष् धातुः अम् आगमपक्षे अमागमपक्षे मृष् योगः स्यति मृष् योगः स्यति अम् आगमः अस्ति चेत् मृष् भवति इको एणचि अनन्तरं मृष् भवति मृष् योगः स्यति अनन्तरं मृक्ष्यति अम् आगम अपक्षे मृष् योगः स्यति मर्ष् भवति मर्ष् मर्ष् स्यति मर् मर् अनन्तरं शु या मर्ष् मर्ष् योगः स्यति मर्क्ष्यति तत्रापि षत्वस्य कुत्वं भवति षडोकस्य अनन्तरम् आदेशप्रत्ययः मर्क्ष्यति अस्तु एकाचुपदेशे अनुदातात् एवं तदेव पठतु अनन्तरं वयम् अग्रिमसप्ताहे एवं स्पृश् धातुः अम् आगमपक्षे स्पृश् योगः स्यति स्पृश् योगः अयोगः स्यति स्पृश् भवति यण् सन्ति स्पृश् योगः स्यति स्पृश् स्प्र अस्ति स्पृश्यति छत्रापि षत्वं कुत्वं एव्रिथिङ्ग् अस्ति ऐ थिङ्क् स्पृक्ष्यति स्पृक्ष्यति अम् आगम अपक्षे स्पृश् योगः स्यति स्पर्श स्पर्क्ष्यति स्पर्क्ष्यति स्पृक्ष्यति स्पर्क्ष्यति इति रूपद्वयम् अग्रिमसप्ताहे तत् अनुवर्तयिष्यामः एकाचुपदेशे अनुदातात् इति सूत्रमपि अग्रिमसप्ताहे पठिष्यामः इतोपि किञ्चित् एव अवशिष्टमिति मन्ये गतपाठे यद्यद् आसीत् तदेव अत्रापि अस्ति केवलं सूत्रस्य परिवर्तनं सूत्रं तदेव अग्रिमपाठे अपि अस्ति केवलं सूत्रं भिन्नं तावदेव बहुवारं आम् अस्ति चेत् अपि सम् आफ् देम् वी डोण्ट् रिमेम्बर् ओके आम् आं तद् तु भवति बट् इदानीं मस्जिनशोर्जलि एकाच उपदेशे अनुदातात् एतत् सर्वं किञ्चित् परिचितमिव दृश्यते खलु तावदेव वी केन् डु अस्तु अग्रिमसप्ताहे प्रयोगस्य एव विषयः आमां प्रयोगः एव आं प्रयोगः एव केवलं रूपाणि न्यास्यामः चेत् तत्र किमपि लाभमेव नास्ति तत्र प्रयोगः एव मुख्यः भवतः भगिनी भवत्यां कृते तत्र समयपरिवर्तनं भवति खलु अग्रिमसप्ताहे दिस् सण्डे दिस् सण्डे डे लैट् सेविङ्ग् स्टार्ट् दिस् सण्डे फस्ट् मार्च् फस्ट् ओवर् खलु एतत्तु मार्च् 8th सो दिस् सण्डे डे लैट् सेविङ्ग् स्टार्ट्स् अतः किञ्चित् समयः पश्यतु अग्रे भवति वा पूर्वं भवति वा स्प्रिङ्ग् फार्वर्ड् खलु फार्वर्ड् स्प्रिङ्ग् फार्वर्ड् भवति अस्तु ऐ विल् चेञ्ज् इट् इन् द अनौन्स्मेण्ट् लेटर् परन्तु भवन्तः अपि स्मरन्तु इति उक्तवती अस्तु धन्यवादः धन्यवादः भगिनी नमस्कारः नमस्कारः